अस्तु, नमस्कारः. तर्हि सर्वेषां स्वागतं पुनः नूतनन्यायवर्गे. तर्हि विद्याधरी ग्रन्थे एतावता अस्माभिः सप्तपदार्थानामपि निरूपणम् इति दृष्टं. तत्र गतवर्गे किञ्चित् करपत्राणां पठनम् आसीत्, यस्मिन् केचन प्रश्नाः आसन्, तेषाम् उत्तरमपि प्राप्तवन्तः. तस्मात् प्राक् अभाववर्णनम् इत्यस्मिन् भागे वयम् आस्म. तत्र अभाववर्णने अभावः इति कीदृशपदार्थः इति अस्माभिः दृष्टम्. अस्तु, भूतले घटः नास्ति चेत् भूतले घटाभावः अस्ति इति नैयायिकाः वदन्ति. इत्युक्ते नास्ति इति विषयम् अधिकृत्य तस्य प्रकटीकरणार्थम् अभावः इति पदार्थं कल्पितवन्तः नैयायिकाः. तत्र अभाववर्णनसन्दर्भे अस्माभिः विरोधनिरूपणम् इति दृष्टं, वद्यघातकभावविरोधः अपि च सहानावस्थानरूपविरोधः इति अस्माभिः दृष्टम्. अभावस्थले तु सहानावस्थानरूपः विरोधः नाम घटः अपि च घटाभावः परस्परविरोधिनौ, तयोः कस्मिंश्चिदपि काले एकस्मिन् समये अथवा एकस्मिन् स्थले सहानावस्थानं न भवति, सः अवस्थानं न भवति. तदर्थमेव सः अनवस्थानरूपविरोधः, अभावस्य अपि च प्रतियोगिनः इति वयं दृष्टवन्तः. अधुना सर्वे कृपया अष्टादशपृष्ठं पश्यन्तु, विद्याधरीग्रन्थे पृष्ठसङ्ख्या 18 इति. ततः आरभ्य किञ्चित् पठेमाद्य. नूतनतया कोऽपि अस्ति वा? अस्तु, तर्हि कोऽपि अस्ति नूतनतया? श्रीवल्ली, नमस्कार. नमस्ते. नमस्कार, नमस्कार भगिनि. हा, श्रूयते. अष्टादशपुटे वयं स्मः. तत्र अष्टादशपुटे प्रतियोगितानिरूपणम् इत्यस्मात् आरभ्य पठेम. विद्या भगिनी आरब्धुम् इच्छति वा? अस्तु भगिनि. प्रतियोग्यनुयोग अनुयोगी भावनिरूपणं, प्रतियोगी अनुयोगी भावनिरूपणं, यण् सन्धिः भगिनि. तस्मात् पूर्वं यदस्ति तदपि पठतु, यथा प्रकृते. हा हा, अस्तु. यथा प्रकृते विविधेषु क्षणेषु घटो वा भवेत् घटाभावो वा भवेत् न कदाचित् उभौ, अयम् एव सहानावस्थानरूपः विरोधः इत्युच्यते. तर्हि वयं दृष्टवन्तः विरोधः द्विविधः, वध्यघातकभावरूपः विरोधः अपि च सहनावस्थानरूपविरोधः इति. अभावस्थले सहनावस्थानरूपविरोधः इत्युक्ते तत्र उभयोः विरोधिनोः एकस्मिन् काले सह अवस्थानस्थितिः न भवति इति. अत्र घटः अपि घटाभावः, यत्र घटः अस्ति तत्र घटाभावः नास्ति, यत्र घटाभावः अस्ति तत्र घटः नास्ति, उभयोः एकत्र स्थितिः न भवति, अयमेव सहनावस्थानरूपः विरोधः इति वदामः. तर्हि अत्र घटः अस्ति, घटः अस्ति, घटे विरोधः अस्ति, घटाभावस्य विरोधः अस्ति घटे. तर्हि घटनिष्ठविरोधः, अनन्तरं घटाभावः, घटाभावे घटस्य विरोधः अस्ति, तर्हि घटाभावनिष्ठविरोधः. बहु समीचीनमस्ति. तर्हि अत्र उभौ विरोधिनौ स्तः, तौ कौ? घटः घटाभावः. हा, घटः घटाभावः विरोधिनौ, उभयोः मध्ये विरोधः अस्ति. तर्हि अग्रे पश्येम विरोधस्य नाम किम् इति अग्रिमभागः. अस्तु भगिनि, अधुना पठतु अग्रे. प्रतियोगि अनियोगी भावनिरूपणम् इत्युक्ते तत्र यण् सन्धि भूत्वा प्रतियोगी अनियोगी भावनिरूपणम्. अत्र निरूपणसौकर्याय घटे विद्यमानस्य विरोधस्य प्रतियोगिता इति संज्ञा कृता. अभावे विद्यमानस्य विरोधस्य अनुयोगिता इति संज्ञा. अग्रे पठामि वा अथवा किञ्चित् वदतु. अत्र घटः अस्ति, तर्हि घटे विरोधः अस्ति, घटाभावस्य विरोधः अस्ति घटे. तस्य नामकरणमस्ति प्रतियोगिता इति. अभावः यत्र अभावः अस्ति, घटाभावः अस्ति, तत्र घटस्य विरोधः अस्ति घटाभावे. तस्य नामकरणमस्ति अनुयोगिता इति संज्ञा. हा, समीचीनं भगिनि. तर्हि तत्र कोऽपि विशिष्टः अर्थः इति मा चिन्तयतु. प्रतियोगिता अनुयोगिता इति संज्ञा एव. घटे विद्यमानविरोधस्य नाम प्रतियोगिता, अभावे विद्यमानविरोधस्य नाम अनुयोगिता इति. अस्तु भगिनि, अधुना अग्रे किञ्चित् अत्र चित्रम् अस्ति, तदेव अस्ति चित्रं. घटे विद्यमानविरोधः प्रतियोगिता, तर्हि घटनिष्ठप्रतियोगिता. अभावः अस्ति, घटस्य विरोधः अभावे अस्ति, तर्हि अभावनिष्ठ अनियोगिता इति. इयं प्रतियोगिता अनियोगिता च साकाङ्क्षा भवति. विरोधः प्रतियोगिता इत्युक्तौ कस्य इति नियमेन खलु प्रश्नः भवति. एवम् अनियोगितायाः अपि ससम्बन्धिकत्वम्. अतः आधेयता अधिकरणतयोः यथा निरूप्यनिरूपकभावः उच्यते तथा अत्रापि वक्तव्यः. तर्हि पूर्वं यथा पूर्वं वयं दृष्टवन्तः, तत्र यज्ञदत्तः आसनम् इति आसीत्. तत्र आसने अधिकरणता अपि च यज्ञदत्ते आधेयता इति आसीत्. तत्र ससम्बन्धिकपदार्थौ तत्र उभयोः सम्बन्धः आसीत्. तत्र निरूप्यनिरूपकभावः अपि आसीत्. अत्रापि एवमेव, अत्र घटः घटे प्रतियोगिता अस्ति, घटाभावे अनियोगिता अस्ति, उभयोः अपि ससम्बन्धिकौ. तत्र निरूप्यनिरूपकभावः अपि अस्ति, आधार आधेय भावः अपि अस्ति. अत्र चित्रमस्ति, घटः अस्ति, अनन्तरं घटाभावः. तर्हि घटे विद्यमानविरोधः प्रतियोगिता, अभावे विद्यमानविरोधः अनियोगिता. तर्हि तस्य निरूपणं कथं भवति इति चेत्, घटनिष्ठप्रतियोगिता निरूपित अभावनिष्ठ अनियोगिता, अथवा घटनिष्ठप्रतियोगिता निरूपित अनियोगिताश्रयः अभावः इति. तत्र अभावात् आरभ्य वदामः चेत्, अभावनिष्ठ अनियोगिता निरूपित घटनिष्ठप्रतियोगिता, अथवा अभावनिष्ठ अनियोगिता निरूपित प्रतियोगिताश्रयः घटः इति. बहु समीचीनमस्ति भगिनि. तर्हि अस्मिन् पृष्ठे अभावविषये यत्किमपि ज्ञातव्यमस्ति. पारिभाषिकशब्दाः, ते सर्वे ज्ञाताः अस्माभिः. पारिभाषिकशब्दाः इत्युक्ते टेक्निकल् टर्मिनालजीस्. अत्र अभावविषये, अभावः अस्ति चेत् तत्र प्रतियोगिता भवति. प्रतियोगिता इति घटे अस्ति चेत् तत्र अनुयोगिता अभावे, घटाभावे भवति इति सर्वं वयं दृष्टवन्तः. अपि च निरूपणं कथं क्रियते इति अपि भगिनी प्रदर्शितवती. अस्तु, यथा भगिनी उक्तवती, प्रतियोगिता अनुयोगिता साकाङ्क्षौ पदार्थौ. साकाङ्क्षौ इत्युक्ते तत्र एकं ज्ञात्वा अपरस्य विषये जिज्ञासा उदेति, अपरं ज्ञातुं. तादृशपदार्थद्वयं साकाङ्क्षापदार्थौ, पदार्थद्वयम् इति वदामः. अस्तु, एतावता कोऽपि प्रश्नः वा? समीचीनं, तर्हि इतः अग्रे सरेम. अग्रिमपृष्ठे सामान्याभाववर्णनम् इति विजि भगिनी पठितुमिच्छति वा? आं भगिनि, सामान्य अभाववर्णनं. इदानीं तस्य सामान्य अभावः इति प्रकारः निरूप्यते. प्रतियोगिता भावपदार्थे घटादौ विद्यमानः विरोधः इति निरूपितं. सा प्रतियोगिता यदा एकजाति इत्येषु सजातीयेषु यावत्सु भवति तदा सः सामान्यभावः इत्युच्यते. सामान्यस्य अभावः इति यथाश्रुते तु अयं जाते अभावः स्यात्. कुतः सामान्यं नाम प्राक् उत्तरीत्या जातिः. अस्तु भगिनि, एवं कुर्वन्तु. तावत्पर्यन्तं प्रतिपादयन्तु. सामान्य अभावः इति प्रकारः निरूप्यते. प्रतियोगिताभावपदार्थे घटादौ विद्यमानः विरोधः इति निरूपितः. पूर्वं दृष्टवन्तः घटे प्रतियोगिता अस्ति. घटे विद्यमानविरोधः प्रतियोगिता, अभावे विद्यमानः विरोधः अनियोगिता इति दृष्टवन्तः. सा प्रतियोगिता यथा एकजाति इत्येषु सजातीयेषु यावत्सु भवति तदा सा सामान्य अभावः इति उच्यते. अत्र अत्र केवलं घटः अस्ति किल. इदानीं जातिविषये उक्तं. प्रतियोगिता यदा एकजाति युक्तेषु सजातीयेषु विरोधभावः अस्ति चेत् प्रतियोगिता. तस्य अर्थः कः? तस्य अधुना एकः घटः अस्ति, अपरः घटः अस्ति. तयोः का जातिः वर्तते? घटत्वम् अस्ति. तर्हि घटद्वयम् अपि एकजाति. घटद्वयम् एकजाति इति न वदामः, एकजातियुक्तं. युक्तम् इत्युक्ते संयोजितं. चिन्तयतु, तयोः मध्ये का जातिः वर्तते? सामान्यजाति. हा, जातेः नाम स्पीकर् अस्ति वा? इको. आम् आम्, विजय भगिनी, भवत्याः इको अस्ति. प्रतिध्वनिः बहुधा श्रूयते. इयर्फोन् न? इयर्फोन् मध्ये अस्मि. ब्लूटूत् इयर्फोन् अस्ति वा? फोन् मध्ये अस्मि. हा, फोन् मध्ये इयर्फोन् अपि चलति वा? फोन् मध्ये इयर्फोन् उपयुज्य अस्मि. इण्टर्नेट् वया काल् कान्फरेन्स् उपयोगं करोमि. अस्तु अस्तु, अधुना समीचीनं भगिनि. अस्तु, किञ्चित् वदतु. हा, बहु ध्वनिः. ओहो, यदा एकजातियुक्तेषु सजातीयेषु यावत्सु भवति. घटं एकघटः अन्यत्र घटः मध्ये एकजाति अस्ति. तत् सा जातिः अन्यत्र जाति अन्यत्र घटाः सन्ति विश्वे, ते सर्वे सजातीयाः खलु? तेषु सर्वेषु घटत्वं विद्यते. अत्र किम् उक्तं? या प्रतियोगिता सजातीयेषु यावत्सु भवति तथा सः सामान्य अभावः. एकजाति इत्येषु सजातीयेषु यावत्सु भवति प्रतियोगिता इत्युक्ते घटाभावः अस्ति. तर्हि यं कमपि घटमानयतु, अस्तु यं कमपि यं कस्मिन्नपि भगिनी भवती म्यूट् करोमि क्षम्यताम् कथञ्चित् किञ्चित् पश्यतु हा अस्मिन् सप्ताहे किम् अस्ति किमर्थं तथा इखो इति अस्तु यं कमपि घटम् आनयतु तन् तेन घटेन घटाभावः नश्यति इति कृत्वा घटाभावः नश्यते इति कृत्वा सजातीयेषु घटेषु सा प्रतियोगिता अस्ति घटाभावं प्रति इति सामान्याभावः अस्तु भगिनि अधुना अग्रिमवाक्यं पठतु सामान्यस्य अभावः इति सामान्यस्य अभावः इति यथा श्रुते तु अयं जातेः अभावः स्यात् सामान्यस्य अभावः इति यथा श्रुते तु अयम् इत्युक्ते सामान्यजाति इति अनेन अनेन मनसि किम् जातेः सामान्यस्य अभाव इत्युक्ते जातेः अभाव इति अवगतम् इति अस्ति वा इति प्रश्नः इति प्रश्नः कुतः इति प्रश्नः सामान्यं नाम प्रागुक्तरीत्या जातिः न अवगतं प्राक् प्रागुक्तम् इत्युक्ते पूर्वमुक्तं सामान्यं नाम प्राक् जातिः तर्हि प्रश्नः अस्ति यत् सामान्याभावः अस्तु अधुना म्यूट् करोमि किञ्चित् अधुना प्रश्नः अस्ति यत् सामान्याभावः इति श्रवणेन किं जातेः अभावः वा इति प्रश्नः अस्तु तस्य उत्तरत्वेन अग्रिमभागः अस्ति भानुचैतन्य महोदय पठति वा भगिनी क्षम्यताम् अत्र पुनः सम्यक्तया न श्रुतम् अत्र पुनः एकजातियुक्तेषु अपि च सजातीयेषु द्वयोः भेदः कः इति पुनः वदति वा भेदः नास्ति विशेषणविशेषभावः ओ तर्हि एकजातियुक्तं घटद्वयम् एकजातियुक्तम् इति उक्तं तदेव सजातिः सजाति अपि सत्यं सजातिः इत्युक्ते समानजातिः उभयोः घटयोः घटत्वम् इति सजातिः अस्तु अस्तु घटः घटः पटः इति विजातियुक्तौ खलु परन्तु सर्वेषु घटेषु घटत्वम् इति अस्ति इति कृत्वा सर्वे घटाः सजातीयाः तेषु यावत्सु या प्रतियोगिता भवति तया प्रतियोगितया घटाभावः नश्यति किल तादृशाभावः सामान्याभावः इति वदन्ति तर्हि अत्र सजातिः इति अस्ति तर्हि पुनः एकजाति इति वदनस्य आवश्यकता नास्ति खलु न केवलं दृढीकरणार्थं तत्सर्वम् एकजातियुक्तेषु सजातीयेषु यावत्सु सर्वं विशेषणविशेषभावः सप्तमी बहुवचने अस्तु अस्तु अस्तु भगिनि धन्यवादः तादृशेषु प्रतियोगिता या विद्यते सा प्रतियोगिता सामान्याभावं नश्यति इति वार्ता अधुना सामान्यम् इति श्रुत्वा मनसि जातिः इति विचारः आगच्छति खलु यतोहि सामान्यम् इत्युक्ते जातिः समानानां धर्मः सामान्यं तर्हि अत्र प्रश्नः अस्ति यत् अस्तु सामान्याभावः इति चेत् जातेः अभावः वा इति प्रश्नः इति तावत्पर्यन्तं विजयभगिनी पठितवती अधुना पश्येम तस्य उत्तरं किम् इति भानुचैतन्य महोदय अग्रे कुतः इति तस्याः अभावः इति यदि अर्थः पश्यति वा आम् आम् आम् तस्याः अभावः इति यदि अर्थः स्यात् तदा घटसामान्य अभावः इति अस्य घटस्य यत् सामान्यं घटत्वं तस्य अभावः इति अर्थः स्यात् न अयं विवक्षितः किन्तु सर्वस्य घटस्य अभावः घटसामान्यं यत् घटत्वं तद्वान् सर्वोऽपि घटः तस्य अभावः अयं कोऽर्थः सर्वोपि घटः अस्य विरोधी. येन केनापि घटेन घटसामान्य अभावस्य अपसारणं कर्तुं शक्यम्. अत्र इदं समीचीनम् उदाहरणं पश्यामः. तावत् महोदय. महोदय आम् हा तावत् प्रतिपादयतु यथा सामान्यं कुर्मः वाक्यं वाक्यं वाक्यशः पठित्वा किञ्चित् तस्याः अभावः इति यदि अर्थः तस्याः कस्याः पूर्वस्मिन् वाक्ये किमस्ति तद् पश्यतु कस्याः पूर्वस्मिन् वाक्ये पूर्वस्मिन् वाक्ये कस्य चर्चा अभवत् जातिः इति खलु तर्हि जातिः स्त्रीलिङ्ग हा जातिः इति स्त्रीलिङ्गपदं तर्हि तस्याः अभावः इत्युक्ते किं जातिः अभावः हा जातेः अभावः अस्तु तर्हि प्रश्नः आसीत् यत् सामान्याभावः इत्युक्ते सामान्यस्य अभावः अथवा जातेः अभावः वा इति तर्हि उत्तरं किं जातेः अभावः इति यदि पूर्वस्मिन् यद् दत्तः तद् अर्थः अस्ति स्यात् तदा घटसामान्य अभावः इति अस्य घटस्य यत् सामान्यम् वक्तुं न शक्नोमि महोदय. अस्तु महोदय घटस्य यद् सामान्यं घटस्य सामान्यं किम् अग्रे अस्ति खलु घटत्वं समान घटत्वं घटस्य सामान्यं सामान्यम् इत्युक्ते किं न्यायपरिभाषया सामान्यम् इत्युक्ते किं समानधर्मः सामान्यं हा धर्मः घटत्वं तर्हि घटस्य यद् सामान्यं घटत्वं तस्य अभावः इति अर्थः स्यात् इति सः वदति इत्युक्ते यदि जातेः अभावः हा जातेः अभावः इति यदि स्वीकुर्मः तदा घटसामान्याभावः इति चेत् घटत्वाभावः घटस्य सामान्यस्य अभावः इति अर्थः आगच्छेत् किन्तु अग्रे किम् उक्तम् नायं विवक्षितः तस्य अर्थः कः जानाति विवक्षितः इति अहं न जानामि विवक्षा विवक्षा इत्युक्ते वक्तुम् इच्छा इति यथा जिज्ञासा ज्ञातुम् इच्छा वक्तुम् इच्छा तर्हि किं वदति अत्र सा विवक्षा नास्ति का विवक्षा नास्ति इत्युक्ते घटत्वस्य अभावः इति विवक्षा नास्ति तदर्थमेव नायं विवक्षितः किं न विवक्षितः घटत्वाभावः न विवक्षितः अवगच्छति वा एतावत्पर्यन्तम् घटसामान्याभावः इत्युक्ते घटत्वाभावः इति न किन्तु किं विवक्षितः अग्रे पठतु सर्वस्य घटस्य अभावः अभावः घटसामान्यं यत् घटत्वं तद्वान् सर्वः अपि इत्युक्ते महोदय किञ्चित् प्रयत्नं करोतु महोदय एतावता अस्माभिः किं ज्ञातं घटसामान्याभावः इत्युक्ते घटत्वाभावः न खलु नायं विवक्षितः परन्तु किं विवक्षितः अग्रे पठतु किन्तु सर्वस्य घटस्य अभावः इति विवक्षितः खलु तस्य अर्थः कः इति अग्रे अग्रिमवाक्यं पठतु घटसामान्यं यत् घटत्वं तद्वान् सर्वोपि घटः तस्य अर्थः अभावः अयं तद्वान् घटः इत्युक्ते किम् वान् वति इति मतु प्रत्ययः इत्युक्ते बलवान् इत्युक्ते यस्मिन् बलः सः बलवान् तद्वत् अत्र तद्वान् घटः तद्वान् इत्यत्र तत् इत्युक्ते किं घटसामान्यम् अथवा घटत्वं घटः घटत्ववान् इति सत्यमस्ति न वा घटत्वमेव घटसामान्यं तावदवगच्छति तद्वान् सर्वोऽपि घटः इत्यस्य अर्थः कः घटत्ववान् इति अर्थः खलु यस्मिन् घटत्वम् अस्ति वा भगिनि हा तावदेव भगिनि विजय भगिनि तावदेव हा यस्मिन् घटत्वम् अस्ति सः घटः तर्हि तद्वान् घटः इत्युक्ते घटत्ववान् घटः तर्हि तस्य अभावः अयम् इत्युक्ते घटस्य अभावः अयं न तु घटत्वस्य अभावः घटाभावः न घटत्वाभावः अस्तु अग्रे पठतु अग्रिमवाक्यं सर्वोऽपि घटः सर्वोऽपि घटः अस्य विरोधी अग्रे पठतु महोदय येन केनापि घटेन घटसामान्य अभावस्य घटत्वं अभावस्य अपसारणं कर्तुं शक्यम् वार्ता का इति चेत् अत्र घटत्वाभावः नास्ति घटाभावः इति वार्ता घटाभावस्य विरोधिः कः भानुचैतन्यमहोदय घटाभावस्य अत्र घटसामान्याभावः इत्युक्ते घटत्वाभावः घटस्य सामान्यं घटत्वं तस्य अभावः इति न अपि तु सर्वोऽपि घटः यः सामान्यघटः तस्य अभावः इत्युक्ते यं कमपि घटम् आनयतु सः घटाभावः नश्यति यं कमपि घटमानयतु नीलघटं वा कृष्णघटं वा यं कमपि घटमानयतु यस्मिन् कस्मिन्नपि घटत्वम् अस्ति तं पदार्थम् आनयतु तावदेव अपेक्षितम् अत्र तेन किं भवति घटाभावः नश्यति अतः सर्वोऽपि घटः घटाभावस्य विरोधी एतदेव घटसामान्याभावः घटसामान्याभावस्य अपसारणं कर्तुं शक्यम् केन अपसारणं कर्तुं शक्यम् अपसारणम् इत्युक्ते निवारणम् अपसरति अपगच्छति हा घटसामान्याभावस्य निवारणं केन शक्यम् घटाभावस्य निवारणम् अपसरणं केन शक्यं घटेन शक्यं खलु घटम् आनयामश्चेत् घटाभावः अपगच्छति तावदेव अस्ति अत्र वार्ता अन्यत् किमपि नास्ति घटसामान्याभावः इत्युक्ते अस्तु सामान्यम् इत्युक्ते जातिः तर्हि जातेः अभावः स्यात् तादृशी वार्ता नास्ति अत्र अस्तु घटत्व अभावः इति न घटाभावः घटसामान्याभावः इत्युक्ते यं कमपि सामान्यं घटमानयतु अयम् अभावः अपसारितः भवति इति एव घटसामान्याभावः अवगच्छति आम् महोदय धन्यवादः धन्यवादः समीचीनं महोदय कोऽपि प्रश्नः वा कस्यचित् अत्र सम्यक् अस्तु तर्हि सभ्य महोदय अग्रे पठतु महोदय आं भगिनि कुत्रचित् कारणात् मत्स्यस्य जलस्य च वियोगः जातः सः मत्स्यः त्रस्यति लुठति च कुतः सः जलमपेक्षते अर्थात् सः जलाभावं पश्यति अनुभवति कीदृशजलाभावं जलसामान्य अभावं कुतः किमपि जलं मत्स्यानानुभूयमानं जलाभावं बारयितुं प्रभवति कश्चित् तस्मै नदीजलं दद्यात् कश्चित् तडागजलं दद्यात् कश्चित् कूपजलमपि दद्यात् यत्किञ्चित् जलं तदभावस्य विरोधी विरोधरूपप्रतियोगिता नदीजले तडागजले कूपजले अन्यस्मिन् सर्वास्मिन् अपि जले वर्तते अतः अयं जलसामान्य अभावः भक्ष्यमाणाभावयोः एवंविध प्रतियोगिता न भवति इति विशेषः। हा अत्र हा एकमेकं वाक्यं पठित्वा तत्र पश्यामः। अन्यत् उदाहरणम् अत्र दत्तमस्ति, प्रथम तत्र परिच्छेदे अस्माकं घटस्य एवं भूतलम् एवं घटे भूतले घटाभावः अस्ति, तर्हि एकं घटम् अस्ति अपरं घटम् अस्ति, तर्हि तत्र तत् उक्तवान् तत्र सामान्यम् इति एकजातियुक्तेषु सजातीयेषु तत्र उक्तवान् इत्युक्ते किमपि घटम् आनयनेन घटाभावः तत्र नश्यति तत्र इति सामान्यस्य उदाहरणं दत्तम् आसीत् घटम् एवं भूतलम्। अत्र अन्यत् उदाहरणं दत्तमस्ति, तत् किम् अस्ति पश्यामः। इदानीं मत्स्यः अस्ति एवं जलमस्ति, तर्हि मत्स्यः तरति जले एव, कुत्रचित् कारणात् इदानीं मत्स्यस्य एवं जलस्य वियोगः जातः, इत्युक्ते मत्स्यः इदानीं जले नास्ति, जलस्य अभावः इदानीम् अस्ति, तर्हि सः मत्स्यः त्रस्यति लुठति च। तर्हि मत्स्यः जलाभावे किं करोति? लुठति इति भगिनी जानामि, तत्र इतस्ततः त्रस्यति इति तस्य अर्थं न जानामि। त्रस्यति इत्युक्ते कम्पते, क्विवर् अथवा शेक् इति। मत्स्यं जलात् बहिः आनयामश्चेत् सः स्ट्रगल् करोति खलु, तादृशार्थे त्रस्यति लुठति इति। हा हा हा हा, लुठति इति सैड् वेस् मूव्मेण्ट् अथवा एजिटेशन् इति वक्तुं शक्यते। आम् अस्तु, हा तर्हि जलस्य स्थितिः क्षम्यतां मत्स्यस्य स्थितिः एवम् अस्ति, सः कम्पति एवं लुठति च। तर्हि कुतः सः किमर्थम् एवं करोति इत्युक्ते सः जलम् अपेक्षते, इत्युक्ते सः इदानीं जलस्य आनयनेन एव तस्य एवं तस्य मत्स्यस्य स्थितिः एवम् अस्ति, त्रस्यति एवं लुठति च, तत् अपगच्छति जलम् आनयनेन। अर्थात् सः इत्युक्ते मत्स्यः, अर्थात् मत्स्यः जलाभावं पश्यति एवं तस्य अनुभवम् अपि करोति, सः जानाति अत्र जलं नास्ति। तर्हि प्रश्नः पृच्छामः तत्र कीदृशजलाभावं, तत्र मत्स्यः यत्र अस्ति एवं जलं नास्ति, तत्र कीदृशजलाभावम् अस्ति? अत्र तस्य उत्तरमस्ति जलस्य जलसामान्यभावम् अस्ति। कीदृशजलाभावम् अस्ति इत्युक्ते तस्य उत्तरं जलसामान्यभावम् अस्ति। तर्हि कुतः एतत् अभावमस्ति जलसामान्य अभावम् इत्युक्ते तत्र किम् इत्युक्ते किमपि जलं मत्स्येनानुभूयमानं मत्स्ये तत् किमस्ति भगिनि तत् पदं? हा मत्स्येन अनुभूयमानम् इति विच्छेदं कृत्वा मत्स्येन अनुभूयमानम् इति कर्मणि प्रयोगः महोदय। मत्स्येन हा तत्र मत्स्येन अनुभूयमानः अभावः इति, तत्र शाणज् मत्स्येन अनुभूयते, मत्स्येन अनुभूयते किम् अभावः, मत्स्येन अनुभूयमानः अभावः इति वाक्यं वस्तुतः। द्वितीयाविभक्तिं कृत्वा मत्स्येन अनुभूयमानं जलाभावं वारयितुं प्रभवति इति प्रभवति प्रभवति इति क्रियापदं तस्य कर्मपदत्वेन अनुभूयमानं जलाभावम् इति। कर्मणि वदामः चेत् मत्स्येन अनुभूयमान प्रभवति, त्रीणि एकमेकं तथा भवति। मत्स्येन अनुभूयमानः अभावः तावत् कर्मणि प्रयोगे अस्ति वाक्ये। अस्तु, वस्तुतः मूलवाक्यं किं? किमपि जलं वारयितुं प्रभवति खलु, तत्र कर्तृपदं किमस्ति? जलम् इति प्रभवति। जलं क्षमतां हा जलमिति प्रभवति इति क्रियापदमस्ति तर्हि किमपि जलं प्रभवति किमपि जलं प्रभवति इति तावद् प्रथमतया अधुना पूरयतु कर्मपदं किमस्ति तत्र अत्र इदानीं कर्मपदं मत्स्येन अनुभूयमानं जलभावम् इति द्वितीयविभक्त्याम् अस्ति मत्स्येन कर्मपदं तु सर्वदा द्वितीयविभक्त्यां खलु वस्तुतः वारयितुम् इत्यस्य कर्मपदमस्ति वारयितुम् इति तुमुनन्तपदं तत्र कर्मपदं योजितमस्ति तस्य इति परन्तु अस्मिन् वाक्ये उपभागः अस्ति मत्स्येन अनुभूयमानः जलाभावः इति तावत्तु कर्मणि प्रयोगे अस्ति यतोहि अनुभूयमान इति अत्र शानज् इति प्रत्ययः अस्ति खलु कर्मणि शानज् यथा शत्रु तथा शानच् इति कर्मणि प्रयोगे अपि उपयुज्यते मत्स्येन अनुभूयमानः जलाभावः तं वारयितुं जलं प्रभवति समीचीनम् इत्युक्ते सः अनुभूयते तत्र जलाभावम् अस्ति तर्हि किमपि जलम् मत्स्येन अनुभूयते मत्स्येन अनुभूयते तर्हि किमपि जलम् आनयनेन तस्य जलाभावं वारयितुं शक्यते अस्माकं तर्हि किमपि जलम् आनयनेन तस्य जलाभावं गच्छति तर्हि किञ्चित् तस्मै नदीजलं दद्यात् तर्हि नदीजलम् आनयनेन नदीजलं कोऽपि ददाति अथवा तत्र किञ्चित् तडागजलं दद्यात् तर्हि नदीजलम् एकं जलम् अस्ति एकप्रकारकजलम् अन्यत् प्रकारकम् अस्ति तडागजलं तडागे यत् जलम् अस्ति तत् तडागजलं कश्चित् कूपजलं दद्यात् इत्युक्ते एकं कूपे यत् जलम् अस्ति तत् यत् किञ्चित् जलं तद् अभावस्य विरोधी यत् जलाभावः मत्स्येन अनुभूयते यत् किञ्चित् जलम् आनयनेन इत्युक्ते नदीजलं वा तडागजलं वा कूपजलं वा यत् किञ्चित् जलं तत् अभावस्य तत् जलाभावस्य यत् मत्स्येन अनुभूयते तस्य विरोधी अस्ति यत् किमपि जलं यत् किञ्चित् जलम् आनयनेन तर्हि विरोधरूपप्रतियोगिता इत्युक्ते यत् विरोधमस्ति जलाभावमस्ति तस्य विरोध इत्युक्ते तत् प्रतियोगिता कुत्र अस्ति इत्युक्ते नदीजले अस्ति तडागजले अस्ति कूपजले अस्ति अथवा कुत्रापि अन्य कोऽपि जलमस्ति अपि सर्वस्मिन् जले तत् तस्य विरोधः एवम् अस्ति कोऽपि अपि किमपि जलं जलाभावस्य विरोधी अस्ति तर्हि अतः अयं जलसामान्य अभावः तर्हि जलसामान्य अभावः इत्युक्ते किं वदामः चेत् किमपि जलम् आनयनेन कुत्रापि जलम् अस्ति तत् आनयनेन जलाभावं तत्र वारयितुं शक्नुमः अन्तिमवाक्यमस्ति भक्ष्यमाण अभाव सभ्यमहोदय भवतः ध्वनिः गतः पुनः इदानीम् अस्ति वा अस्तु अन्तिमवाक्यमस्ति भक्ष्यमाणाभावयोः एवंविध प्रतियोगिता न भवति इति विशेषः तत् किञ्चित् साहाय्यम् आवश्यकं भगिनि वक्ष्यमाण अस्तु अत्र वक्ति इति खलु लट्लकारे वक्ति इति क्रियापदमस्ति अपि च लृट्लकारे भविष्यत्काले वक्ष्यति इति क्रियापदम् सः वक्ति सः श्वः वक्ष्यति अधुना वक्ष्यते इति कर्मणि अर्थे भविष्यत्काले पुनः तदेव भविष्यत्कालात् तत्र शानच् इति प्रत्ययः कर्मण्यर्थे विहितः तदा वक्ष्यमाण यथा अनुभूयमान तद्वद् वक्ष्यमाण इति तर्हि एतत् पदं वयं वारं वारं पश्यामः वक्ष्यमाण इत्युक्ते भविष्यत्कालं सूचयति किल भविष्यत्कालं सूचयति चेत् अग्रे आगच्छति इति अग्रे किम् आगच्छति वक्ष्यमाण अभावयोः अभावद्वयम् अग्रे आगच्छति द्विवचने अस्ति वक्ष्यमाण अभावयोः किं नास्ति? एवं विधप्रतियोगिता न भवति. किं किम् इत्युक्ते सामान्य अभावः, एवं विधप्रतियोगिता इति न भवति. हा समीचीनं. सामान्याभावस्थले यादृशी प्रतियोगिता भवति तादृशी प्रतियोगिता अग्रे वक्ष्यमाण अभावयोः न भवति. अस्तु इति बुद्धं. तर्हि अस्मिन् सन्दर्भे प्रतियोगिता कीदृशी? प्रतियोगिता कीदृशी इत्युक्ते सामान्य अत्र तु जले प्रतियोगिता अस्ति, किमपि जले प्रतियोगिता अस्ति, सामान्य प्रतियोगिता इति वक्तुं शक्यते. इत्युक्ते सामान्य जलनिष्ठप्रतियोगिता तावदेव. तज्जलं नदीजलं वा भवतु, तडागजलं, तडागः इत्युक्ते पाण्ड् इति ह्रदः सरोवरः, नदीजलं भवतु, तडागजलं भवतु, कूपजलं भवतु, अथवा गृहे कूप्याः जलमपि भवतु, तत्सर्वं सामान्यजलं. यत्किमपि विशिष्टं जलं न आवश्यकं. मत्स्यस्य कृते मत्स्यस्य कष्टं निवारयितुम् अथवा मत्स्यस्य दृष्ट्या यः अभावः दृश्यते तादृश अभावं वारयितुं यत्किमपि जलं पर्याप्तं, सामान्यजलं. तर्हि सामान्याभावः इति उच्यते अत्र इति वार्ता. बुद्धं सम्यक्. आं भगिनि. इत्युक्ते यस्य कस्यचित् अपि जलस्य आनयनेन अयं जलाभावः निवारितः भवति मत्स्यस्य कृते, तादृशः सामान्याभावः. सर्वेषां स्पष्टता अस्ति वा अस्मिन् विषये? भगिनि एवं विधप्रतियोगिता किं? वक्षमाणभावयोः इत्युक्ते जलसामान्य अभावयोः? न न न न न न न न जलसामान्य अभावः उक्तः, अधुनैव उक्तः. वक्ष्यमाणयोः अभावयोः इत्युक्ते वक्ष्यते इति यथा मया उक्तं. अस्तु विशेष अन्य अभावः. वक्ष्यते इति यत्र कुत्रापि पश्यति भविष्यत्काले अस्ति प्रयोगः, तर्हि अग्रे आगच्छति, अग्रे अग्रे अभावद्वयम् आगच्छति इति कृत्वा तयोः एवं विध प्रतियोगिता नास्ति इति वदन्ति. अतः एव अत्र प्रथमतया इदानीं क्षम्यताम् अतः एव अत्र इदानीं तस्य सामान्य अभावः इति प्रकारः इति दत्तमस्ति वा? कुत्र पश्यति भगिनि? आदौ अत्र इति प्रकारः इति. सत्यं सत्यं. सामान्याभावः इति प्रकारः इत्युक्ते प्रकारत्रयमस्ति. प्रकारः इत्युक्ते विधः, त्रिविधः इति वक्तुम् इच्छन्ति. एकः विधः अस्ति सामान्याभावः. सम्यक्. अस्तु अग्रे रघुपतिमहोदय कृपया. महोदय न श्रूयते यदि वदन् अस्ति चेत्. विशेषभावः तत्र द्वितीयाभावः विशेषाभावः तत्र पक्षिणं सम्प्रदाये उदाहरन्ति. सः तु पक्षी वृष्टिकाले वृक्षस्य उच्चतमशाखायाम् उपविश्य शिरः उन्मय्य मेघं पश्यन् वृष्टिम् अभिवाञ्छति. कुतः? सः अपि जलाभावं पश्यति. दृश्यमानः अभावः नदीजले कूपजलेन वा आगन्तुं शक्यः? नैव. कश्चित् कूपजलम् आदाय तस्मै यच्छति चेत् न सः तुष्यति. अतः अयं जलविशेषभावः, जलविशेषस्य अभावः. अस्य प्रतियोगिता सर्वस्मिन् जले न वर्तते, किन्तु जलविशेषे. किं तत्? वृष्टिजलम्. अतः तदेव तं भावं नाशयितुं प्रभवति. तस्मात् विशिष्टजलं नास्ति इति अयं जलविशेष अभावः. तस्मात् वृष्टिजलं नास्ति इति जलविशेष अभावः इति. अस्तु आरम्भतः अधुना. खण्डशः पठित्वा कृपया. वयं दृष्टवन्तः उपरितन पृष्ठे सामान्य अभावः, अत्र विशेष अभावस्य उदाहरणं दत्तं. विशेष अभावः इत्युक्ते अत्र चातकपक्षेः उदाहरणं दत्तवान् अस्ति. चातकपक्षी वृष्टिकाले वृक्षस्य उच्चतमशाखायाम् उपविश्य शिरः उन्नमय्य मेघं पश्यन् वृष्टिम् अभिवाञ्छति. तस्य सः चातकपक्षी जलाभावं पश्यति. तत्र विशेषमस्ति तस्य जलाभावं नदीजलेन वा कूपजलेन वयं दृष्टवन्तः मत्स्यस्य उदाहरणे तादृशी अभावः नास्ति. यथा अत्र केवलं वृष्टिजलेन एव तस्य अभावं जलाभावं वारयितुं शक्यते. अतः एतत् विशेषजलाभावः. हा हा, बहु समीचीनमस्ति महोदय, बुद्धमिति भाति. नाम मत्स्यस्य कृते जलाभावं वारयितुं सामान्यजलं पर्याप्तं, परन्तु चातकपक्षिणः कृते जलाभावं वारयितुं किम् अपेक्षितमस्ति? रघुपतिमहोदय, वृष्टिजलमेव. वृष्टिजलमेव अपेक्षितम् अस्ति जलाभावं वारयितुम्. अस्तु, अग्रे पठतु अधुना. किं तेन एतद् अपि च अत्र कोऽपि शब्दः न अवगत वा? उच्चतमशाखायाम् इत्युक्ते वृक्षस्य सर्वोपरि, सर्वोपरि या शाखा अस्ति तत्र उपविश्य शिरः उन्नमय्य, उन्नमयः इत्युक्ते उपरि कृत्वा, शिरः उपरि कृत्वा मेघं पश्यति. अस्तु, वृष्टिः कदा आगच्छति इति पश्यन् भवति चातकपक्षी इति. अस्तु, तर्हि सोपि जलाभावं पश्यति यथा मत्स्यः पश्यति तद्वत्. किन्तु अग्रे पश्यतु, किं तेन? किं तेन दृश्यमानः अभावः नदीजलेन कूपजलेन वा वारयितुं शक्यः? न, तस्य श्रूयते वा? हा, विद्याभगिनी कश्चन ध्वनिः. क्षम्यतां, मम प्रश्नः आसीत्, अनन्तरं पृच्छामि. अस्तु भगिनि, अनन्तरं पृच्छतु. रघुपतिमहोदय समापयतु इमं परिच्छेदमिति. अस्तु महोदय, अग्रे. चातकपक्षिणां चातकपक्षी यत् जलाभावम् अनुभूयति तत् अभावं न वारयितुं अन्य केन कस्यापि जलेन न शक्यं. कश्चित् कूपजलम् आदाय तस्मै यच्छति चेत् सः न तुष्यति, सः वृष्टिजलम् एव अपेक्षते. अपेक्षते अत्र अतः केवलं वृष्टिजलेन एव अन्यजलेन तस्य अभावं वारयितुं न शक्यते. अनेन कारणेन अभावं यः अभावः चातकपक्षी अनुभूयते तत् विशेष अभावः, जलविशेष अभावः इति कथनम्. जलविशेष अभावः, न तु सामान्यजलाभावः. न सामान्य चातकपक्षिणः दृष्ट्या अयं विशेषाभावः. अस्तु, अग्रे. अग्रे, अस्य प्रतियोगिता सर्वस्मिन् जले न वर्तते किन्तु जलविशेषे केवलं, जलविशेषे केवलं अत्र प्रतियोगिता सर्वे जले न वर्तते, प्रतियोगिता सर्वस्मिन् जले न भवन्ति, केवलं विशेषजले, तत्तु वृष्टिजले एव वर्तते. किं तत् वृष्टिजलं वृष्टिजलम् अतः तदेव तदेव तम् अभावं नाशयितुं प्रभवति. वृष्टिजले जल एव चातकपक्षस्य चातकपक्षेः जलाभावं नाशयितुं शक्यते. तस्मात् वृष्टिजलं नास्ति इति अयं जलविशेष अभावः. चातकपक्षिणा दृष्ट्या वृष्टिजलस्य अभावः जलविशेष अभावः. सत्यं. तर्हि चातकपक्षिणः दृष्ट्या यः अभावः अस्ति तस्य निवारणार्थं यत्किमपि जलम् आनयामि चेत् तत्र निवारणं भवति वा? न भवति. तर्हि प्रतियोगिता कुत्र वर्तते अभावस्य? तर्हि प्रतियोगिता वृष्टिजल. समीचीनम्. अस्तु, तर्हि अग्रिमचित्रं प्रतिपादयतु, चित्रे किमस्ति इति. अत्र प्रतियोगि वृष्टिजल अभावः अत्र अभावस्य वर्णनं कीदृशी अभावः कीदृशः अभावः वृष्टिजलं वृष्टिजलनिष्ठप्रतियोगिता निरूपित अनियोगिताश्रयः अभावः. हा, बहु समीचीनमस्ति. वृष्टिजलनिष्ठप्रतियोगिता तया प्रतियोगितया निरूपित अनुयोगिता तादृश्याः अनुयोगितायाः आश्रयः कः? वृष्टिजलाभावः. वृष्टिजलाभावः. किन्तु मीनस्य कृते इदमेव चित्रं वक्तुम् इच्छति चेत् कथं वक्तुम् शक्नोति? मत्स्यस्य कृते, मीनः मत्स्यः. तत्र तु सामान्यजल. तर्हि वदतु. सामान्यजलनिष्ठप्रतियोगितानिरूपित अनियोगिताश्रयभावः सामान्यभावः. समीचीनं महोदय. इति एव वार्ता. अत्र वृष्टिजलम् इति विशिष्टं जलं, जलविशेषः इत्युक्ते किञ्चन वैशिष्ट्यम् अस्ति तत्र. सामान्यजलं नास्ति, अपि तु वृष्टिजलम्. तादृशजले तादृशे जले एव प्रतियोगिता अस्ति. कं प्रति? वृष्टिजलाभावं प्रति. इति विशेषाभावः इति वार्ता. अस्तु. अपि च शिवरां महोदय, भवान् पृष्टवान् खलु रूपसिद्धिः कथम् उन्नमय्य इति, तदर्थम् एकं लिङ्क् प्रेषितवती, तत्र पश्यति वा? धन्यवादः. तद् पठतु इत्युक्ते नम् धातुतः णिच् प्रत्ययः, तदनन्तरं ल्यप् प्रत्ययः. ल्यप् प्रत्ययस्य स्थाने ऐ इति आदेशः आगच्छति. नमय्य इति उत्तिति उपसर्गः. उत् प्लस् नमय्य उन्नमय्य, तत्र अनुनासिकसन्धिः भूत्वा उन्नमय्य इति आगच्छति. अस्तु. विद्या भगिनी, प्रश्नः आसीत् वा? न भगिनि, इदानीं निवारितम्. अस्तु, समीचीनं. तर्हि सामान्याभावः विशेषाभावः इति वयं दृष्टवन्तः. अग्रे विशेषविशेषाभाववर्णनम् इति अस्ति. शिवराम कुलकर्णी महोदय, कृपया. विशेषविशेषभाववर्णनम् इतोपि अन्यं विशेषविशेषाभावं सम्प्रदाये निरूपयन्ति. स च स्वातिनक्षत्रीयवृष्टिजलाभावः. तथा हि सूर्यः प्रायः 14 वा 15 वा दिनानि एकैकस्मिन् नक्षत्रे तिष्ठति. तत्र मृगनक्षत्रम् आरभ्य हस्तनक्षत्रपर्यन्तं नवसु नक्षत्रेषु सूर्ये सति सार्धमासचतुष्टयं प्रचुरा वृष्टिः भवति. ततः चित्रास्वातिनक्षत्रयोः किञ्चित् ऊनावृष्टिः भवति. अयं नक्षत्रकालः प्रायः कार्तिकमासि भवति। यदा स्वातिनक्षत्रीयाः वृष्टिः आसन्ना भवति तदा सागरे गभीरे जले स्थिता शुक्तिका जल उपरि समेत्य स्वातिनक्षत्रस्य वृष्टिजलं कामयते। अपरं विशेषभावम् अत्र तस्य निरूपणम् अत्र भवति। स च स्वातिनक्षत्रीयवृष्टिजलाभावः। प्रायशः वयं पश्येमः चेत् सूर्यः प्रत्येकस्मिन् नक्षत्रे, श्रूयते वा? हा हा, समीचीनतया श्रूयते। सूर्यः प्रायशः प्रत्येकस्मिन् नक्षत्रे चतुर्दश वा पञ्चदशदिनपर्यन्तं सूर्यः तिष्ठति। प्रायशः सूर्यः न तिष्ठति, किन्तु वयं वदामः सूर्यः तिष्ठति इति। तत्र मृगनक्षत्रस्य मृगनक्षत्रतः हस्तनक्षत्रपर्यन्तं प्रायशः वृष्टिः भवति। आङ्ग माध्यमेन वयं वदामः चेत् जूनतः सेप्टेम्बर् पर्यन्तं मृगनक्षत्रतः हस्तनक्षत्रपर्यन्तं सूर्ये सति, अत्र शत्रुपत्यः सूर्यः अस्ति, तदा प्रचुरः वृष्टिः भवति। तदनन्तरं चित्रा स्वातिनक्षत्रयोः किञ्चित् ऊना वृष्टिः भवति। ऊना नाम न्यूना। अनन्तरं हस्तनक्षत्रानन्तरं चित्रा स्वाति द्वयोः नक्षत्रयोः काले किञ्चित् न्यूनः वृष्टिः तत्र भवति। अयं नक्षत्रकालः प्रायः कार्तिकमासि भवति। कार्तिक मासस्य समये अयं चित्रा तथा स्वातिनक्षत्रयोः कालः भवति। यदा स्वातिनक्षत्रीयः वृष्टिः आसन्ना भवति तदा सागरे गभीरे जले स्थिताः शुक्तिका जलोपरि समेत्य स्वातिनक्षत्रस्य वृष्टिजलं कामयते। सागरे, समुद्रे गभीरे अन्ते स्थिताः शुक्तिकाः स्वातिनक्षत्रस्य वृष्ट्यां यत् जलम् उपरितः पतति सा जलम् एव सा शुक्तिका इच्छति। सामान्यतः मृगनक्षत्रतः स्वातिनक्षत्रपर्यन्तं प्रत्येकस्मिन् नक्षत्रे वृष्टिः तु भवति एव, किन्तु सा शुक्तिका मृगनक्षत्रतः हस्तनक्षत्रपर्यन्तं कोऽपि जलं न इच्छति। केवलं सा स्वातिनक्षत्रे पतितजलस्य एव शुक्तिकायाः कृते इच्छा अस्ति। बहु समीचीनं महोदय। शुक्तिका इत्युक्ते शुक्तिका इत्युक्ते मराठीभाषां जानामि, तत् शङ्ख इति वयं वदामः। शुक्तिका शङ्ख एव इत्युक्ते येन शङ्ख निर्मीयते। ओयस्टर् ओयस्टर् इति मोतीनां निर्माणं तत् मुक्तिकायाः निर्माणं तादृशप्राणी अस्ति, सागरस्य प्राणी शुक्तिका इति। तस्य कृते स्वातिनक्षत्रस्य वृष्टिजलम् एव तस्य कृते आवश्यकम्। अस्तु, प्रथमं जलम् आवश्यकम्, अनन्तरं वृष्टिजलम् आवश्यकं। सा वृष्टिजलं स्वातिनक्षत्रे एव भवेत्। तर्हि अत्र केवलं वृष्टिजलस्य आनयनेन शुक्तिकायाः दृष्ट्या अभावः निवारितः भवति वा? न, केवलवृष्ट्या जलेन न भवति, स्वातिनक्षत्रस्य वृष्टिजलेन एव तस्य निवारणं भवति, अभावः निवारितः। तर्हि प्रतियोगिता कुत्र अस्ति? प्रतियोगिता स्वातिनक्षत्रस्य वृष्टिजले अस्ति। स्वातिनक्षत्रीयवृष्टिजले एव? हा, स्वातिनक्षत्रीयवृष्टिजले। समीचीनं, स्वातिनक्षत्रीयवृष्टिजले एव अस्य अभावस्य प्रतियोगिता अस्ति। अस्तु महोदय, तर्हि उपरितनचित्रम् अधिकृत्य किञ्चित् वदतु, अभावः कीदृशः इति वर्णनं करोतु। स्वातिनक्षत्रीयजलनिष्ठप्रतियोगितानिरूपित स्वातिनक्षत्रीयजलाभावः वा अनुयोगित आश्रयजलाभावः। स्वातिनक्षत्रीयवृष्टिजल स्वातिनक्षत्रीयवृष्टिजलनिष्ठप्रतियोगिता निरूपित अनुयोगिताश्रयः कीदृशः अभावः? स्वातिनक्षत्रीयवृष्टिजलाभावः तर्हि इतोपि किञ्चन वैशिष्ट्यम् आगतं खलु, प्रथमं जलं तदनन्तरं वृष्टिजलम्, इतोपि विशेषः स्वातिनक्षत्रीयवृष्टिजलम्, अस्तु, इति विशेषविशेषाभावः इति आगतः। कोऽपि प्रश्नः वा अत्र कस्यचित्? अस्तु, तर्हि एकः प्रश्नः अस्ति। अस्तु, सामान्यजलं सामान्यजलाभावः, तस्य निवारणार्थं वृष्टिजलम् आनेतुं शक्नुमः वा? शक्यते, शक्यते, समीचीनं, शक्यते। वृष्टिजलाभावः, तस्य निवारणार्थं स्वातिनक्षत्रीयवृष्टिजलं आनेतुं शक्नुमः वा? शक्नुमः, बहु समीचीनम्। अस्तु, विजि भगिनी भवतु, वदतु भवती तर्हि। तर्हि वृष्टिजलाभावस्य प्रतियोगिता कुत्र अस्ति? विजि भगिनि अन्म्यूट् कृत्वा वदतु कृपया। वृष्टिजले अस्ति, वृष्टिजलाभावस्य प्रतियोगिता वृष्टिजले, प्रतियोगिता वृष्टिजले अस्ति। स्वातिनक्षत्रीयवृष्टिजले अस्ति वा? स्वातिनक्षत्रस्य वृष्टिजले अपि अस्ति। बहु समीचीनं, परन्तु नदीजले अस्ति वा? नदीजले न, नदीजले नास्ति, नास्ति खलु, नास्ति। सामान्याभावस्य प्रतियोगिता नदीजले अस्ति वा? सामान्य अभाव, सामान्यजलाभावः नदीजले अस्ति। वृष्टिजले, वृष्टिजले अपि अस्ति। स्वातिनक्षत्रीयवृष्टिजले, वृष्टिजले अपि अस्ति, सर्वत्र अस्ति। किन्तु स्वातिनक्षत्रीयवृष्टिजलाभावस्य प्रतियोगिता कुत्र अस्ति? स्वातिनक्षत्रीयवृष्टिजले अस्ति, वृष्टिजले एव, वृष्टिजले एव अस्ति, स्वातिनक्षत्रीयवृष्टिजले एव अस्ति इति वार्ता। तदर्थं सः भावः विशेषविशेषविशेषविशेषः इति एव वार्ता। अस्तु, सम्यक्। अत्र कोऽपि प्रश्नः वा? अस्तु, अग्रे सरेम। श्रीवल्ली भगिनी पठितुम् इच्छति। श्रीवल्ली भगिनी पठितुम् इच्छति वा? अन्म्यूट् करणीयं यदि पठति। हा, ऐ ट्रै रीडिङ्ग् बट् व्याख्यानं न कर्तुं शक्नोमि। हा हा, अस्तु, पठतु। अन्य कोऽपि विद्या भगिनी तर्हि भवती साहाय्यं करोतु। श्रीवल्ली भगिनी पठति। Can you help me with the Arthat? Arthat. Antima parichedaha bhagini, last paragraph. Arthat. Arthat, Swati nakshatriya vrushti jala bhavam pashyati. Na yama bhavaha. Koopa jalena, nadi jalena, va shakyaha. निवारयितुं नापि येन केनचित् वृष्टिजलेन चित्रानक्षत्रीयवृष्टिजलत्वे अपि न हि शुक्तिः तत् गृह्णति, केवलं स्वातिनक्षत्रीयवृष्टिजलं वाञ्छति। अतः अस्य अभावस्य प्रतियोगी न जलसामान्यम्, नापि वृष्टिजलसामान्यम् अभावस्य प्रतियोगी न जलसामान्यम् अपि तु स्वातिनक्षत्रीयवृष्टिजलमेव जलविशेष रूपवृष्टिजलस्यापि अयं विशेषः यत् स्वातिनक्षत्रीयवृष्टिजलं तस्य अयम् अभावः अतः विशेषविशेषाभावः इति उच्यते एवमेव सर्वत्र पुष्पसामान्याभावः नीलपुष्पाभावः शरत्कालिकनीलापुष्पाभावः इत्यादयः सामान्याभावः भावाः विशेषाभावाः विशेषविशेषाभावाः उदाहर्तव्याः किञ्चित् अवगच्छति वा अस्तु तर्हि अस्तु विद्या भगिनी खण्डशः गच्छतु अधुना अस्तु अत्र अर्थात् स्वातिनक्षत्रीयवृष्टिजलाभावं पश्यति पूर्वस्मिन् परिच्छेदे वयं दृष्टवन्तः अत्र शुक्तिका स्वातिनक्षत्रस्य वृष्टिजलं कामयते इति तर्हि यावत्पर्यन्तं शुक्तिका स्वातिनक्षत्रे वृष्टिजलं न प्राप्नोति तावत्पर्यन्तं तस्य अभावं पश्यति इति अस्ति नायम् अभावः कूपजलेन नदीजलेन वा शक्यः निवारयितुम् इदानीमेव वयं दृष्टवन्तः स्वातिनक्षत्रीयवृष्टिजलाभावस्य प्रतियोगिता केवलं स्वातिनक्षत्रीयवृष्टिजले एव अस्ति न अन्यत्र अतः तादृश अभावस्य निवारणं कूपजलेन वा नदीजलेन वा अन्यसामान्यजलेन वा निवारयितुं न शक्यः इति नापि येन केनचित् वृष्टिजलेन एव अतः अत्र शुद्धिका केवलं स्वातिनक्षत्रे वृष्टिजलम् एव इच्छति न अन्यजलं चित्रानक्षत्रीयवृष्टिजलसत्त्वे अपि न हि शुक्तिः तत् गृह्णाति तदेव अस्ति अत्र यदि अत्र शुक्तिकायाः पार्श्वे चित्रानक्षत्रीयवृष्टिजलम् अस्ति चेत् अपि शुक्तिका तज्जलं न स्वीकरोति केवलं स्वातिनक्षत्रे वृष्टिजलम् एव इच्छति वाञ्छति इच्छति इति अतः अस्य अभावस्य प्रतियोगी न जलसामान्यम् इत्युक्ते अत्र स्वातिनक्षत्रीयवृष्टिजलाभावस्य प्रतियोगिता केवलं स्वातिनक्षत्रे वृष्टिजले एव न तु जलसामान्ये नापि वृष्टिजलसामान्ये तर्हि तत्र स्वातिनक्षत्रीयवृष्टिजलाभावस्य प्रतियोगिता कूपजले नदीजले सामान्यजले वृष्टिजले अन्यत्र कुत्रापि नास्ति परन्तु केवलं स्वातिनक्षत्रीयवृष्टिजले एव अस्ति अधुना एकं नूतनं पदम् आगतं प्रतियोगी इति तस्य अर्थः कः इति किञ्चित् वक्तुं शक्नोति वा प्रतियोगी इति सप्तम्यन्तं पदम् अस्ति खलु प्रतियोगी न अतः अस्य अभावस्य प्रतियोगी न जलसामान्यम् इति नपुंसकलिङ्गे अस्ति प्रतियोगी इति अपि नपुंसकलिङ्गे प्रथमविभक्तौ इति वा हा समीचीनं भगिनि इति एव वार्ता इनि प्रत्ययः यथा गुणि गुणि गुणि इति दीर्घ इकारान्तः पुल्लिङ्गे नपुंसकलिङ्गे तु गुणि इति ह्रस्व इकारान्तः खलु तद्वत् अत्र गुणः यस्मिन् गुणि प्रतियोगिता यस्मिन् सः प्रतियोगी अथवा अत्र तु तत् प्रतियोगी अत्र जलसामान्यं प्रतियोगी इति उक्तम् अस्तु तर्हि विशेषविशेषाभावस्य प्रतियोगी कः इति कोऽपि पृच्छति चेत् उत्तरं भवति अत्र स्वातिनक्षत्रीयवृष्टिजलम् इति उक्तम् सर्वेषां मनसि स्पष्टता अस्ति वा वारं वारम् आगच्छति प्रतियोगी अनुयोगी इति अधुना रघुपतिमहोदय वदतु घटाभावस्य प्रतियोगी कः अन्म्यूट् करोतु महोदय घटाभावस्य योगी कः घटः एव घटः बहु समीचीनं पटाभावस्य प्रतियोगी कः पटः एव हा वृष्टिजलाभावस्य प्रतियोगी किं वृष्टिजल एव वृष्टिजलम् इति वृष्टिजलम् ओके वृष्टिजलम् यस्मिन् प्रतियोगिता तद् प्रतियोगी अथवा सः प्रतियोगी स्त्रीलिङ्गे प्रतियोगिनी इति अस्तु सामान्यतया पुस्तके तु अस्मिन् पुस्तके पुल्लिङ्गे प्रतियोगी प्रतियोगी इति वारं वारं द्रष्टुं शक्नुमः तर्हि मनसि भवेत् यस्मिन् प्रतियोगिता सः प्रतियोगी इति अस्तु विद्या भगिनी समापयतु तर्हि अपि तु स्वातीनक्षत्रे वृष्टिजलमेव इति वयं दृष्टवन्तः जलविशेषरूपवृष्टिजलस्यापि अयं विशेषः यत् स्वातीनक्षत्रे वृष्टिजलं तस्य अयम् अभावः अतः विशेषविशेषाभावः इति उच्यते जलविशेषरूपवृष्टिजलस्यापि अयं विशेषः यत् स्वातीनक्षत्रे वृष्टिजलं तस्य अयम् अभावः इदानीम् अत्र जलविशेषरूपवृष्टिजलस्यापि इति चेत् अत्र पूर्वस्मिन् परिचयते विशेषाभावः इति दृष्टवन्तः तत्रापि अत्र यत्र तत्र किमासीत् चातकपक्षी तु केवलं वृष्टिजलम् एव इच्छति तत्र तु स्वातीनक्षत्री वृष्टिजलं तस्य समीपे स्थापयामः चेत् चातकपक्षी तु स्वातीनक्षत्रे वृष्टिजलं स्वीकरोति यतोहि तत्र वृष्टिजलाभावस्य प्रतियोगिता न केवलं वृष्टिजले परन्तु स्वातीनक्षत्रे वृष्टिजले अपि अस्ति बहु समीचीनं भगिनि इति एव वार्ता जलविशेषरूपवृष्टिजलम् इत्युक्ते प्रथमतया जलम् इति सामान्यं जलस्य विशेषः जलविशेषः जलविशेषरूपं वृष्टिजलं पुनः तस्यापि विशेषः कः इति चेत् स्वातीनक्षत्रीयवृष्टिजलम् इति कृत्वा तस्य अभावः विशेषविशेषाभावः इति उच्यते तावदेव भगिनी अधिकाधिकविशेषः चेत् विशेषविशेषविशेष अभावः इत्युक्तं वा सत्यं तथा कर्तुं शक्यते अस्तु परन्तु अत्र किमर्थं अयं विषयः उपस्थापितः इति चेत् अस्माकं मनसि प्रतियोगिता अनुयोगिता अनयोः किम् उपस्थापनं भवेत् इति कृत्वा कः कस्य प्रतियोगी प्रतियोगिता कुत्र कुत्र वर्तते यथा वयम् अधुना अभ्यासं कृतवन्तः खलु विजी भगिनी अपि उक्तवती इत्युक्ते सामान्याभावस्य प्रतियोगिता कुत्र कुत्र वर्तते वृष्टिजलाभावस्य प्रतियोगिता कुत्र कुत्र वर्तते तस्य स्पष्टीकरणार्थं प्रकारत्रयं प्रतिपादितं तावदेव अस्य प्रयोजनं अस्तु अस्तु समीचीनं तर्हि स्वातीनक्षत्रीयवृष्टिजलाभावस्य प्रतियोगी स्वातीनक्षत्रीयवृष्टिजलम् एव इति कृत्वा अयं विशेषविशेषाभावः अग्रे भगिनि विद्या भगिनि एवमेव सर्वत्र पुष्पसामान्य अभावः नीलपुष्पाभावः शरत्कालिकनीलपुष्पाभावः इत्यादयः सामान्य अभावः विशेषाभावः विशेषविशेषाभावः इति उदाहर्तव्याः इति एवमेव इदानीं वयं दृष्टवन्तः अत्र सामान्यजलम् अनन्तरं वृष्टिजलम् अनन्तरं स्वातीनक्षत्रे वृष्टिजलं सामान्यजलं सामान्य अभावस्य प्रतियोगिता सामान्यजले अनन्तरं तत्र वृष्टिजलाभावस्य प्रतियोगिता वृष्टिजले तद्विशेषाभावः वृष्टिजलस्य अभावः अनन्तरं स्वातीनक्षत्रे वृष्टिजलाभावः इति विशेषविशेषाभावः इति दृष्टवन्तः तस्य अभावस्य प्रतियोगिता स्वातीनक्षत्रे वृष्टिजले अस्ति इति एवमेव अत्र पुष्पं इति सामान्य पुष्पमस्ति पुष्पाभावः सामान्याभावः, इतोपि विशेषः अस्ति नीलपुष्पाभावः, तदनन्तरम् इतोपि विशेषविशेष अभावस्य उदाहरणमस्ति शरत्कालिकनीलपुष्पाभावः इति. समीचीनमस्ति. एवमेव अभ्यासः करणीयः. कस्य प्रतियोगिता कुत्र अस्ति इति अस्तु भगिनी, विद्या भगिनी समापयतु तर्हि. पुष्पाभावस्य प्रतियोगिता कुत्र कुत्र अस्ति? पुष्पाभावस्य प्रतियोगिता सर्वत्र पुष्पे अस्ति. यत्किमपि पुष्पं तस्य अभावं निवारयितुं शक्नोति. इत्युक्ते अत्र तु नीलपुष्पम् अपि च शरत्कालिकनीलपुष्पं पुष्पाभावं निवारयितुं शक्नोति. तर्हि पुष्पाभावस्य प्रतियोगी कः? पुष्पाभावस्य प्रतियोगी पुष्पं, यत्किमपि पुष्पं. नीलपुष्पाभावस्य प्रतियोगी कः? नीलपुष्पाभावस्य प्रतियोगी नीलपुष्पे. न, प्रतियोगिता नीलपुष्पे. प्रतियोगी प्रतियोगी नीलपुष्पं. केवलं नीलपुष्पं वा? नीलपुष्पाभावस्य प्रतियोगी नीलपुष्पम् अपि च शरत्कालिकनीलपुष्पम्. समीचीनं, शरत्कालिकनीलपुष्पं. यस्मिन् कस्मिन्नपि पुष्पे नीलत्वम् अस्ति तद् प्रतियोगी भवितुम् अर्हति. नपुंसकलिङ्गे पुष्पमपि नपुंसकलिङ्गपदम् अस्तु. किन्तु शरत्कालिकनीलपुष्पाभावस्य प्रतियोगी शरत्कालिकनीलपुष्पं. नीलपुष्पम् अस्तु, सम्यक् इत्येव. तदर्थमेव अभावत्रयं तत्र प्रदर्शितं. वस्तुतः वयं पश्यामः अग्रे गत्वा यद् अभावः चतुर्विधः, तस्यैव प्रयोजनं भवति अग्रे गत्वा अस्मिन् शास्त्रे. परन्तु अत्र प्रतियोगी अनुयोगी भावस्य प्रतिपादनार्थम् एवं दत्तमस्ति इति मनसि भवेत्. अस्तु, अनन्तरम् इतः अग्रे अत्र कोऽपि प्रश्नः कस्यचित्? एतत् सर्वे उदाहरणमेव वा भगिनि? सत्यं भगिनि, उदाहरणानि एव. किमर्थम् इति चेत् अधुना आगच्छति अवच्छेदकपदार्थवर्णनं. तत्र गभीरचिन्तनं करणीयं भवति एतान् सर्वान् विषयान् अधिकृत्य. अग्रे पश्येम. अस्तु विजय भगिनि, भवत्याः क्रमः, पठतु अग्रे. अस्तु भगिनि, अवच्छेदकपदार्थवर्णनं त्रयाणां येषां जलम् एव प्रतियोगी, तथापि जलनिष्ठप्रतियोगितानां परस्परं भेदः अनुभविकः. अन्यः खलु सर्वेषु जलेषु विद्यमानसामान्य अभावस्य विरोधः, ततः अन्य एव वृष्टिजले विद्यमानविरोधः. तस्य च सम्यक् ज्ञानार्थम् अत्रैव च अवच्छेदकभावम् अपि पश्यामः. अवच्छेदकभावमपि पश्यामः इत्युक्ते त्रयाणां येषां जलम् एव प्रतियोगिति. अत्र दृष्टवन्तः विशेष अभावः, सामान्य अभावः, विशेष अभावः, विशेषविशेष अभावः इति त्रयाणां प्रतियोगी जलमेव प्रतियोगी जलमेव प्रतियोगिता अस्ति. तथापि जलाभावं प्रति प्रतियोगिता अस्ति जले. तर्हि जले जलमेव प्रतियोगी त्रयाणां कृते अपि जलमेव प्रतियोगी जलमेव प्रतियोगी. तथापि जलनिष्ठप्रतियोगितानां परस्परं भेदः अनुभविकः. जलनिष्ठप्रतियोगितानां एकं स्थले एका प्रतियोगिता, अन्यत्र स्थले अन्य. प्रथमतया सामान्यजलं, द्वितीये वृष्टिजलम्, अनन्तरं स्वातिनक्षत्रस्य वृष्टिजलम् इति भेदः अनुभूतः. अस्तु, त्रिषु स्थलेषु इति स्थलेषु प्रतियोगितानां परस्परं भेदः अनुभविकः अनुभविकः. त्रिषु स्थलेषु प्रतियोगी भिन्नं, प्रतियोगी भिन्नमस्ति. अस्तु, अग्रे पठतु. अन्यः खलु, अन्यः खलु सर्वेषु जलेषु विद्यमान सामान्य अभावस्य विरोधः. सर्वेषु जलेषु विद्यमानसामान्य अभावस्य विरोधः किम्? सर्वेषु जलेषु विद्यमान इत्युक्ते सर्वेषु जलं, सर्वे जलं, सर्वेषु जलेषु विद्यमानः सामान्याभावस्य विरोधः. सामान्य अभावस्य विरोधः इत्युक्ते जलं किल. विरोधः इत्युक्ते किं? प्रतियोगिता, प्रतियोगिता. तर्हि सः विरोधः जलसामान्याभावं प्रति अस्ति खलु? सर्वेषु जलेषु अस्ति. आम्, सर्वेषु जलेषु विद्यमान. अस्तु भगिनि, ततः अन्ये एव वृष्टिजले विद्यमानविरोधः, तदनन्तरं वृष्टिजले विद्यमानविरोधः, तस्य च सम्यक् ज्ञानार्थम् अत्रैव च अवच्छेद्य अवच्छेदकभावम् अपि पश्यामः. समीचीनं. त्रिषु स्थलेषु प्रतियोगिता किम् इति पश्यामः अधुना. तस्य सम्यक् ज्ञानार्थं, किमर्थं चेत् विद्यमानः विरोधः, वृष्टिजले विद्यमानः विरोधः, सामान्य अभावस्य विरोधः इति सम्यक् ज्ञानार्थम् इदानीम् अवच्छेद्य अवच्छेदिकभावम् इति पश्यामः. पश्यामः, बहु समीचीनम्. अस्तु, तर्हि आनुभविकः विषयः, भगिनी म्यूट् करोतु कृपया. आनुभविकविषयः अस्ति यत् प्रतियोगितानां मध्ये भेदः अस्ति इति आनुभविकः. तर्हि भेदं कथं ज्ञातुं शक्नुमः? तदर्थम् अवच्छेद्य अवच्छेदकभावः इति विषयः आगतः अधुना, प्रतियोगितानां मध्ये परस्परभेदज्ञापनाय. कोऽपि प्रश्नः वा एतावता? अस्तु, अग्रे पठेम. अग्रे भानुचैतन्यमहोदय पठतु. शिवरां महोदय कृपया प्रतिपादयतु यद् भानुचैतन्यमहोदय पठति. भानुचैतन्यमहोदय, महोदय अस्ति वा? अन्म्यूट् कृत्वा वदतु महोदय कृपया. भानुचैतन्यमहोदय न श्रूयते. अस्तु, शिवरां महोदय अग्रे पठतु महोदय. कश्चित् अतः पठनीयं. कश्चित् क्षीरविक्रेता, कश्चित् क्षीरविक्रेता क्षीरम् आदाय आगतः, तस्मात् द्रोणपञ्चकपरिमितं क्षीरं क्रेतव्यम् अस्ति. कीदृशं पात्रं वयं नयामः? न द्रोणदशकम् आनकं, कुतः अतिवर्तेत? न अपि द्रोणद्वयम् आनकं, कुतः न्यूनीभवेत्? किन्तु द्रोणपञ्चकपरिमितं क्षीरं तापयितुं यत् पात्रं पर्याप्तं भवेत् तदेव स्वीकुर्मः. ततः किं कुर्मः? विक्रेतुं समीपं गत्वा तस्य पुरतः पात्रं स्थापयामः, विक्रेता च पात्रे तस्मिन् क्षीरं स्रावयति. कश्चित् क्षीरविक्रेता क्षीरं स्वीकृत्य आगतः. क्षीरं नाम दुग्धं न क्षीरं. हा, सः क्षीरविक्रेता अस्ति, सः क्षीरं स्वीकृत्य आगतः. अस्माकं द्रोणपञ्चकपरिमितं क्षीरं क्रेतव्यम् इति मनसि, अस्माकं मनसि अस्ति यत् द्रोणपञ्चकपरिमितम् एव क्षीरं तस्मात् वयं स्वीकुर्मः इति. द्रोण समये जानाति वा? हा, द्रोण इति मापन, द्रोण द्रोण इत्युक्ते बकेट् अथवा ट्रफ् बकेट्. हा, द्रोणः, द्रोणी इति द्रोणः. पात्रमिति चिन्तयतु. पात्रं, हा, पात्रं. द्रोणपञ्चकपरिमितम् इत्युक्ते पञ्च पञ्च पञ्चपात्राणां मध्ये यत् क्षीरं, यत् क्षीरमस्ति तावत् क्षीरं. भारते ये केऽपि गृहमागत्य क्षीरं विक्रीणाति तेषां समीपे एकं द्रोणं भवति खलु? द्रोणस्य पात्रं, पात्रं भवति, मापनपात्रमस्ति. सत्यं, मापनपात्रं. पञ्चवारं क्षीरं श्रावयति, पञ्चवारं श्रावयति चेत् द्रोणपञ्चकपरिमितं क्षीरम् इति. वयं प्रायशः एक लिटर् इति वदामः, एकः लिटर् इति द्रोणपञ्चकपरिमितं. तत् क्रेतव्यमिति इच्छा अस्ति. तर्हि कीदृशं पात्रं वयं नयामः? तत् क्षीरं स्वीकर्तुम् अस्माकं समीपे कीदृशं पात्रं भवेत्? द्रोणदशकं, द्रोणदशकमानकं यदि पात्रं वयं स्वीकुर्मः चेत् तत् तत् पात्रं किञ्चित् अधिकं भवति. द्रोणद्वयमानकं पात्रं वयं स्वीकुर्मः चेत् तत् पात्रं किञ्चित् न्यूनं भवति. समीचीनमस्ति न? समीचीनं. हा, किन्तु द्रोणपञ्चकपरिमितं क्षीरं स्थापयितुं यत् पात्रं पर्याप्तं भवेत् तदेव वयं स्वीकुर्मः. द्रोणपञ्चकपरिमितं क्षीरं स्थापयितुं शक्यं भवति तत् पात्रम् एव वयं स्वीकुर्मः. तर्हि यः विक्रेता अस्ति तस्य समीपं गत्वा तस्य पुरतः द्रोणपञ्चकपरिमितं यत् पात्रम् अस्माकं समीपे अस्ति तत् पात्रं तस्य पुरतः वयं स्थापयामः क्षीरस्य कृते. तस्मिन् पात्रे सः विक्रेता क्षीरं स्रावयति. स्रावयति नाम स्थापयति वा पूरयति, पातयति इति. पातयति, पातयति योग्यमस्ति. हा, समीचीनं. तर्हि एतत् सर्वं किमर्थं अस्य चर्चा इति अग्रे अवगच्छामः. इदानीं किं तेन योग्यं? सभ्यमहोदय पठेदिति, सभ्यमहोदय पठति वा? आं भगिनि. इदानीं केन तेन योग्येन पात्रेण कृतं द्रोणपञ्चकपरिमितं क्षीरं बृहत् पात्रगतक्षीरात् पृथक् कृतं? पात्रस्थं क्षीरं दृष्ट्वा एवम् अवगच्छामः, इदं क्षीरम् अन्यस्मात् क्षीरात् भिन्नं. केन एवम् अस्माभिः अवगतं पात्रेण? तद्वि पृथक् करोति, इदं क्षीरम् अन्यत् इति बोधयति इति पात्रं क्षीरस्य अवच्छेदकम् क्षीरं च अवच्छेद्यं भवति. क्षीरे अवच्छेद्यता, पात्रे च अवच्छेदकता, तयोः निरूप्य निरूपकभावः. तर्हि इदानीं किं तेन योगेन पात्रेण कृतम् इत्युक्ते यत् उदाहरणं वयम् इदानीं दृष्टवन्तः, यत् क्षीरविक्रेता अस्ति तस्य पार्श्वे बृहत् पात्रमस्ति, एवं यः स्वीकरोति तत् द्रोणपञ्चकपरिमितं क्षीरं पात्रम् आनयति. तर्हि इदानीं किं वयं दृष्टवन्तः इत्युक्ते तेन योग्येन पात्रेण कृतम् इत्युक्ते द्रोणपञ्चकपरिमितं क्षीरं बृहत् पात्रगतक्षीरात् पृथक् कृतम् इत्युक्ते क्षीरविक्रेता समीपे बृहत्पात्रं अस्ति, यः स्वीकरोति तस्य समीपे द्रोणपञ्चकपरिमितं पात्रम् अस्ति. द्रोणपञ्चकपरिमितम् इति अस्ति तस्य समीपे. इदानीं क्षीरं विक्रेता यत् अस्ति तस्य समीपे अस्ति, एवं यः स्वीकरोति तस्य समीपे अपि अस्ति, परन्तु क्षीरः इदानीं स्थानद्वये इत्युक्ते पञ्च द्रोणपञ्चकपरिमितम् इति तस् तत् तत् एकस्थाने अस्ति, एवम् अन्यत् बृहत् पात्रे अपि क्षीरमस्ति, तर्हि इदानीं क्षीरं पृथक् कृतं, तर्हि पात्रस्थं क्षीरं दृष्ट्वा एवम् अवगच्छामः, इत्युक्ते पात्रद्वये इदानीं क्षीरं दृष्ट्वा एवम् अवगच्छामः, इदं क्षीरम् अन्यस्मात् क्षीरात् भिन्नम् इत्युक्ते यत् स्वीकरोति तस्य समीपे यत् क्षीरम् अस्ति तत् एवं यत् विक्रेता अस्ति तत् समीपे यत् क्षीरम् अस्ति, इदानीम् इदं क्षीरम् अन्यस्मात् क्षीरात् भिन्नम् इति अवगच्छामः, तर्हि केन एवम् अस्माभिः अवगतं, तर्हि कथं जानीमः इदानीम् इदं क्षीरम् अन्यस्मात् क्षीरात् भिन्नं, तर्हि पात्रभेदेन इत्युक्ते पात्रेण, पात्रद्वयमस्ति, बृहत्पात्रं विक्रेता समीपे अस्ति, एवं यः स्वीकरोति तस्य समीपे न्यूनपात्रम् अस्ति, तर्हि पात्रं पृथक् करोति क्षीरं स्थले द्वयेषु, इदं क्षीरम् अन्यत् इति बोधयति इति पात्रं क्षीरस्य अवच्छेदकम्, तर्हि अवच्छेदकम् इति इदानीं नूतनपदम् इदानीम् आगतम्, इदं क्षीरम् अन्यत् कदा वदामः इत्युक्ते इति किं बोधयति इति, पात्रं यत् अस्ति तत् क्षीरस्य अवच्छेदकं, क्षीरं केन अवच्छेदकं किम् इत्युक्ते क्षीरस्य अवच्छेदकं किम् इत्युक्ते पात्रम् इति वदामः, तर्हि नूतनपदमस्ति अवच्छेदकं, तर्हि अन्य एकनामम् अस्ति यः अवच्छेदं करोति इत्युक्ते क्षीरम्, इदानीं क्षीरं तस्य नामम् अस्ति क्षीरम् अवच्छेद्यं, क्षीरमिति अवच्छेद्यं, पात्रम् अवच्छेदकम् इति नूतनं पदद्वयम् आगतं, तर्हि क्षीरे किम् अस्ति इत्युक्ते अवच्छेद्यता इति अस्ति, क्षीरे अवच्छेद्यता अस्ति, एवं पात्रे अवच्छेदकता इति अस्ति, एवं द्वयोः मध्ये निरूप्य निरूपकभावः अस्ति यत् अत्र अधे चित्रे इति तत्र प्रदर्शितमस्ति। चित्रे किं प्रदर्शितमस्ति तदपि किञ्चित् पठतु वदतु। तत्र पात्रे इति अवच्छेदकता अस्ति, तर्हि पात्रनिष्ठा अवच्छेदकता निरूपित अवच्छेद्यताश्रयः क्षीरम्, अथवा क्षीरनिष्ठ अवच्छेद्यता निरूपित अवच्छेदकताश्रयः पात्रम् इति वक्तुं शक्यते, अथवा अस्माकं लक्ष्यम् अवच्छेद्यता अस्ति चेत् पात्रनिष्ठ अवच्छेदकता निरूपित क्षीरनिष्ठ अवच्छेद्यता, अथवा अवच्छेदकता वदामः चेत् क्षीरनिष्ठ अवच्छेद्यता निरूपित पात्रनिष्ठ अवच्छेदकता। तर्हि यथा महोदयेन उक्तं नूतनपदद्वयम् अवच्छेदकम्, अवच्छेदकम् इत्युक्ते यद् भिन्नतां प्रदर्शयति, यद् भेदं प्रदर्शयति, मनसि भवेत् यद् अवच्छेदकः अवच्छेदकम् इति नुल् प्रत्ययान्तं, यथा नायकः गायकः, यः गायति सः गायकः, तद्वद् यः अवच्छेदयति सः अवच्छेदकः, अथवा नपुंसकलिङ्गे अवच्छेदकम्, अवच्छेदकम् इत्युक्ते यः कोऽपि अथवा यत्किमपि भिन्नतां प्रदर्शयति पृथक् करोति तद् अवच्छेदकम्। क्षीरम् अवच्छेद्यम्, अवच्छेद्य इत्यत्र ण्यत् इति प्रत्ययः कर्मण्यर्थे, अवच्छेद्यम् इत्युक्ते यद् अवच्छिन्नं भवति इत्युक्ते यस्मिन् भिन्नता अस्ति, क्षीरे भिन्नता अस्ति, केन आधारेण ज्ञातुं शक्नुमः यद् क्षीरे भिन्नता अस्ति, पात्रस्य आधारेण, तर्हि पात्रम् अवच्छेदकं क्षीरम् अवच्छेद्यम् इति। वार्ता स्पष्टा अस्ति वा सर्वेषां मनसि? अस्तु, एकवारं झटिति रघुपतिमहोदय किम् अवगतम् इति वदति वा स्वस्य वाक्यैः। रघुपतिमहोदय अस्ति, अन्म्यूट् करोतु कृपया। अथवा विजी भगिनी स्वस्य वाक्यैः किञ्चित् शीघ्रमेव वदति वा किम् अवगतमिति अवगतमिति पात्रे क्षीरम् अस्ति एतत् पात्रे अपि अस्ति अन्यपात्रे अपि अस्ति परन्तु किम् एतत् क्षीरम् अन्यत्र क्षीरात् भेदम् इति अवगतम् इति प्रश्नः उदेति इति पात्रात् भिन्नपात्रात् वयं जानीमः इति क्षीरम् अन्यत् क्षीरस्य भिन्नम् इति अन्यस्मात् क्षीरात् भिन्नम् इति अवगतम् अत्र पदद्वयम् आगच्छति अवगच्छेदकम् अवच्छेद्यम् इति क्षीरम् अवच्छेद्यं भवति पात्रम् अवच्छेदकम् क्षीरे भिन्नता अस्ति इति पात्रेण अवगतम् क्षम्यतां भगिनी प्रश्नः कः अवच्छेदकम् इत्युक्ते किम् यत् अवच्छेदयत् छेदयति अथवा भिन्नतां स्थापयति तद् अवच्छेदकं यस्मिन् पुनः एकवारं क्षम्यतां भगिनि पुनः एकवारम् अस्तु शृणोतु यद् म्यूट् अपि करोतु किञ्चित् ध्वनिः यद् अवच्छेदयति अथवा भिन्नतां प्रदर्शयति तद् अवच्छेदकं यस्मिन् भिन्नता अस्ति अथवा यस्मिन् भिन्नता प्रदर्शिता भवति तद् अवच्छेद्यम् एतत् सर्वं किमर्थं चर्चयामः इति चेत् आरम्भे पश्यन्तु जलनिष्ठप्रतियोगितानां परस्परं भेदः आनुभविकः इति उक्तं खलु तदर्थं भेदः केन माध्यमेन आनुभविकः इति परिशीलनीयं भवति इति अग्रिमसप्ताहे पश्यामः तदर्थम् अवच्छेदकत्वपदार्थनिरूपणम् आवश्यकम् अवच्छेदकत्वम् इत्युक्ते अवच्छेदकता इति एव तदर्थम् अवच्छेद्य अवच्छेदकभावः अपि आवश्यकः अधुना यद् निरूपितमस्ति अत्र चित्रे सः एव अवच्छेदक अवच्छेद्यभावः इति अस्ति पात्रम् अवच्छेदकं यस्मिन् अवच्छेदकः अस्ति क्षीरम् अवच्छेद्यं यस्मिन् अवच्छेद्यः ता अस्ति तर्हि अवच्छेदकता अवच्छेद्यता तयोः मध्ये निरूप्यनिरूपकभावः अस्ति इति एव अवच्छेदक अवच्छेद्यभावः अस्तु एतं भावम् उपयुज्य अग्रिमसप्ताहे अभावस्तरे वर्णनं कुर्मः प्रतियोगिता अनुयोगिता इत्येषां वर्णनं कर्तुं शक्नुमः इति अस्तु धन्यवादः भगिनि धन्यवादः प्रश्नाः न सन्ति चेत् धन्यवादः धन्यवादः थेङ्क् यू